ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तुते येनाक्षरसमां नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। प्रवर्तमानविषयः अस्ति तत्र धातुविज्ञानं द्वितीय इति करपत्रे, तत्र यः द्वितीयसूत्रं द्वितीय अनिमित्तिकसूत्रं यः अस्ति नोनः, उपदेश अवस्थायां येषां धातूनां मूर्धन्यनकारः आदौ वर्तते तेषां तत्र दन्त्यनकार आदेशः भवति। सो मूर्धन्यनकारस्य स्थाने दन्त्यनकारादेशः भवति, इत्युक्ते धातुः लौकिक अर्थं सिद्धं तादृशः न उपदेशधातुः लौकिक अर्थं सः सिद्धं भवेत् तस्य कृते अस्य सूत्रस्य प्रयोगः अस्माभिः करणीयम्, आदौ एव करणीयम्। अनुबन्धानां निष्कासनम् अनन्तरं यदि तत्र धातोः कोऽपि मूर्धन्यनकारः दृश्यते तस्य नोनः इति सूत्रेण दन्त्यनकारः इति करणीयम्, अनन्तरमेव वयं तत्र वक्तुं शक्यते एतत् लौकिकरूप। अपि च तत्र अस्य कार्यस्य कृते यः प्रयोजनं व्याकरणशास्त्रे, किमर्थं तत्र दन्त्यनकारः करणीयम् इत्युक्ते तत्र यदा वयं तिङन्तरूपस्य एतेषां धातूनां नोपदेशधातूनां तिङन्तरूपं निर्मामः तत्रापि दन्त्यनकारः सर्वत्र श्रूयते। अपि च कृदन्त योजयामः चेत्, कृत् प्रत्ययः योजयामः चेत् तत्रापि दन्त्यनकारः एव रूपे श्रूयते। परन्तु कुत्रचित् पुनः एतेषां धातूनां तत्र मूर्धन्यनकारः पुनः तत्र श्रूयते, तत् कुत्र अस्ति तस्य विषये एकं सूत्रं गतसप्ताहे अधीतम्, उपसर्गात् असमासे अपि नोपदेशस्य। अस्मिन् सूत्रे नोपदेशस्य धातोः विषये किञ्चित् तत्र आदेशः अस्ति। सो नोपदेशस्य यः पदम् अस्ति तेन एव वयम् अवगम्यते नोपदेशस्य इत्युक्ते धातोः एव, नोपदेशः इत्युक्ते येषां येषां धातूनां मूर्धन्यनकारः उपदेश अवस्थायाम् अस्ति तेषां तु सर्वत्र नकारः भवति दन्त्यनकारः, अतः व्याकरणशास्त्रे तेषां धातूनां कृते एकं नामम् अस्ति नोपदेशः, नो उपदेशधातवः, यथा शोपदेशधातवः तथैव नोपदेशधातवः। अतः नोपदेशधातोः विषये धातुः धातौ तत्र तेषां विषये अत्र विषय अत्र षष्ठी अस्ति, तेषाम् उपसर्गात् यदि तेषां पूर्वे उपसर्गातो ये उपसर्गाः सन्ति तत्र द्वाविंशति उपसर्गाः 22 उपसर्गाः तत्र व्याकरणशास्त्रे उपसर्गाः तत्र धातोः पूर्वे तेषां योगः अस्ति। सो उपसर्गात् क्रियायोगे, सो क्रियापदस्य पूर्वे तत्र उपसर्गः वयं योजयितुं शक्नुमः। सो उपसर्गाः तत्र उपसर्गात् अत्र पञ्चम्यन्तं पदः अस्ति सूत्रे, उपसर्गात् इति पञ्चम्यन्तं पदः यथारामात्। असमासे अपि नो उपदेशस्य तत्र नोनः इति पदस्य अनुवृत्तिः। सो तत्र दन्त्यनकारस्य मूर्धन्यनकारः इति आदेशः भवति। सि अत्र नोणः इति सूत्रं यः अस्ति प्राकृतिकसूत्रं, तत्र किं भवति मूर्धन्यनकारस्य दन्त्यनकार इति आदेशः। परन्तु रष्याभ्यां नोणः इति सूत्रे किं भवति तदपि नत्वप्रकरणं, तत्र मूर्धन्यनकारस्य तत्र दन्त्यनकारस्य मूर्धन्य आदेशः। सो विपरीतसूत्राणि सन्ति, नोणः इति सूत्रे यः पूर्वे औपदेशिक अवस्थायां धातुः मूर्धन्यनकारः अस्ति चेत् तस्य दन्त्यनकार इति आदेशः भवति, परन्तु रष्या पदाभ्यां नूनः सूत्रे किं भवति? रेफ् शकारस्य उत्तरस्य दन्त्यनकारस्य मूर्धन्यनकारादेशः भवति. सो अत्र दन्त्यनकारस्य मूर्धन्य आदेशः, परन्तु अस्मिन् सूत्रे नूनः सूत्रे मूर्धन्यनकारस्य दन्त्यनकारादेशः. अतः सूत्रद्वयं विपरीतरीत्या कार्यं करोति, न तु समानकार्यमस्ति. उपसर्गात् असमासे अपि नोपदेशस्य इति सूत्रम् अस्मिन् प्रकरणे, इत्युक्ते तत्र यः णत्व, इत्युक्ते णत्वप्रकरणं यः अस्ति, इत्युक्ते तत्र मूर्धन्यनकारः यस्मिन् प्रकरणे आदेशः भवति सः णत्वप्रकरणं. सो णत्वप्रकरणं व्याकरणशास्त्रे अष्टाध्याये चतुर्थपादे प्रथमसूत्र आरभ्य तत्र किं पर्यन्तम् अस्ति इदानीं तु न तत्र स्मारयामः, परन्तु 841 आरभ्य तत्र मूर्धन्यनकारः इति आदेशः तत्र बहुषु सूत्रेषु तत्र तस्य विषये चर्चा अस्ति प्रकरणे. परन्तु नोनः यः सूत्रमस्ति षष्ठम् अध्याये अस्ति, अत्र दन्त्य अत्व नत्वप्रकरणमस्ति, नत्व आदेशः दन्त्यनकार आदेशः भवति. सो ये नोपदेशधातवः तेषाम् अस्मिन् प्रकरणे तेषां विषये अपि किञ्चित् उल्लेखितं पाणिनिमहर्षिद्वारा. सो ये सर्वे नोपदेशधातवः तेषां यः तेषां तेषां विषये वयं पदनिर्माणं वयं कुर्मः, कृदन्त क्रियापदमपि तेषां योगे वयं कर्तुं शक्यते, अपि च तत्र प्रातिपदिकस्य निर्माणम् अपि तेषां धातुतः वयं कर्तुं शक्यते. इत्युक्ते यदा वयं कृत् योजयामः, नोपदेशधातुतः कृत् योजयामः, तत्र तु प्रातिपदिकस्य निर्माणं भवति. परन्तु नोपदेशधातुतः लकारः योजयामः चेत् क्रियापदस्य निर्माणं भवति. सो नोपदेशधातुतः प्रातिपदिकस्य निर्माणम् अपि भवितुं शक्नोति, तत्र तिङन्तपदस्यापि क्रियापदस्यापि तत्र निर्माणं वयं कर्तुं शक्यते. अतः अस्मिन् सूत्रे किं लिखितं? ध्वनिः मध्ये मध्ये खण्डितः भवति. इट्स् ऐ डोण्ट् नो, इट्स् रेनिङ्ग् हियर्, मे बि सम् प्राब्लम् वित् द इण्टर्नेट्. किमर्थम् एतं भवति? पूर्वस्मिन् वर्गे अत्र ध्वनि सम्यक् न तत्र आसीत्, तत्र किञ्चित् क्लेशः अस्ति भगिनि मम इण्टर्नेट् मध्ये. डोण्ट् नो वाट् इस् द, अधुना सम्यक् अस्ति. अधुना किञ्चित् किञ्चित् एकवाक्ये मध्ये खण्डितः भवति. देर् इस् सम् इण्टर्नेट् प्राब्लम् बट् ऐ केनाट् डू एनिथिङ्ग् नौ. मे बि लेटर् ऐ विल् do the complaint. Chinta mastu magi, chinta mastu magi, philipti blanks on kartum shakyate. Astu astu astu bhagini. So the nopadesh dhatuhu purve upsargah asti, yasmin upsarge refah apicha shakarah asti. Itukte rashabhyam nonah sutrasya visaye yah murdhanya nakar adeshah bhavati tasy krite nimit तम अस्ति रेफः अथवा मूर्धन्यषकार. सो रेफः अथवा मूर्धन्यषकारः अत्रापि समान समानप्रकरणम् अस्ति, इत्युक्ते 841 अनन्तरम् उपसर्गात् असमासे अपि नोपदेशस्य 8414 सूत्रमस्ति. अस्मिन् प्रकरणे एव महर्षिणा स्थापितम्, अतः अत्र अपि निमित्तं समानं. निमित्तम् अस्ति रसाभ्याम् एव रेफ् षकारा उत्तरस्य, यदि परन्तु अत्र किं विशेषं, यदि उपसर्गे रेफहारः अस्ति तस्य अनन्तरं, तस्य उपसर्गस्य अनन्तरं कोऽपि नोपदेशधातुः अस्ति तस्मिन् पुनः तस्य यः आदौ वयं तत्र दन्त्यनकारः इति आदेशं कृतं तस्य पुनः मूर्धन्य आदेशः भवति, समासे अपि भवति असमासे अपि भवति. इत्युक्ते नामपदमस्ति नोपदेशधातुतः नामपदस्य निर्माणं वयं कुर्मः चेत् यथा नयनं, नैनं तु नामपदमस्ति, ल्युडन्तरूपम् अस्ति, अपि च तत्र नपुंसकलिङ्गे नैनं भवति, तत्र तस्य पूर्वे उपसर्गः योजयामः चेत् सः तु समासः. पदद्वयस्य यत्र यत्र पदद्वयस्य योजनं भवति, येषां विषये सम्बन्धः अस्ति, तत्र समासः इति उच्यते व्याकरणे. अतः अस्मिन् सूत्रे वदति असमासे अपि, अपि इति पदम् अत्र दत्तं, केवलम् उपसर्गात् असमासे नोपदेशस्य इति न दत्तम्. अत्र किं दत्तम्? उपसर्गात् असमासे अपि. सो अपि पदस्य तत्र कः अर्थः? अपि पदस्य तत्र प्रयोजनम् इति तत्र चिन्तनं कुर्मः चेत्, इत्युक्ते समासे तु भवति, असमासे अपि भवति इति तस्य अर्थः. सो समासे अपि तत्र पुनः मूर्धन्यनकारादेशः भवति, असमासे अपि तत्र भवति. सो एतत् सूत्रं वदति. कार्यं किम् अस्ति? यः वयं पूर्वसूत्रात् नोनः इति सूत्रेण यः नोपदेशस्य वयं दन्त्यनकारः कृतम्, सः दन्त्यनकारः पुनः मूर्धन्यनकारः भवति. कदा भवति? यदि तादृशधातु नोपदेशधातुस्य पूर्वे तादृश उपसर्गः अस्ति यस्मिन् उपसर्गे रेफः अथवा शकारः वर्तते, यथा तत्र वि इति उपसर्गः. वि योग कोऽपि नोपदेशधातु कुर्मः चेत् तत्र तु उपसर्गे न तु रेफः अस्ति न शकारः अस्ति. अतः वि योग कोऽपि नोपदेशधातु अस्ति चेत् तत्र एतस्य सूत्रस्य प्रसक्तिः एव नास्ति. सो तादृश उपसर्गः भवेत् यस्मिन् रेफः अथवा शकारः. सो तत्र तु रेफः परि प्रत्ययः, प्र उपसर्गे रेफः अस्ति, परि उपसर्गे अपि रेफः अस्ति. सो तादृशः उपसर्गः भवेत् यस्मिन् रेफः अपि च शकारः. किमर्थं चेत् अत्रापि निमित्तं समानं, रेफ कारः उत्तरस्य यः दन्त्यनकारः तस्य मूर्धन्यनकारादेशः भवति. परन्तु अत्र किञ्चित् विशिष्टनकारः, नोपदेशस्य धातुस्य दन्त्यनकारस्य पुनः तत्र मूर्धन्यनकारः. यदि कोऽपि नोपदेशधातु नास्ति तस्य पूर्वे उपसर्ग योजयामः यस्मिन् उपसर्गे रेफः अस्ति, प्र अथवा परि योजयामः, तत्रापि सूत्रस्य प्रसक्तिः न भवति. किमर्थं चेत् धातुः नोपदेशः भवेत् अपि च उपसर्गे रेफः शकार भवेत् तदा एव एतत् सूत्रं कार्यं कर्तुं शक्यते. अतः वयम् उदाहरणेन तत्र किं दृष्टवन्तः, णि इति यः धातुः अस्ति मूले तु अत्र मूर्धन्यनकारः णीन् प्रापणे इति धातुः अस्ति. सो नो नः इत्यनेन तत्र तस्य लौकिकरूपं भवति णि दन्त्यन. अनन्तरम् इत्युक्ते णि इति नोपदेशधातुः, तस्य पूर्वे प्र इति उपसर्ग योजयामः, प्र उपसेफः अस्ति, कारः रकारः अकारः. अतः अत्र एतस्य सूत्रस्य प्रसक्तिः अस्ति. कस्य सूत्रस्य? उपसर्गात् असमासे. प्रथमे तु नियोग ल्युट् कुर्मः चेत् नयन भवति, अकारान्त प्रातिपदिकं भवति, ल्युडन्तरूपाणि ल्युडन्त सर्वाणि ल्युडन्तरूपाणि तेषां केवलं नपुंसकलिङ्गे एव प्रयोगः भवति. अतः नयनम् इति एकवचने नपुंसकलिङ्गे नयनं भवति. सो नयनम् इति यः अस्ति इदानीं सुबन्तपदम् अस्ति. यद्यपि धातुतः एतस्य तत्र प्राप्तिः भवति, परन्तु नयनम् इदानीं सुबन्त अस्ति. प्र इति एकम् अव्ययपदम् अस्ति. सर्वे निपातः अव्यानि, सर्वाणि अव्यानि तत्र पद, तेषां पदसंज्ञा अस्ति. प्र अपि सुबन्तपदं. सो पदद्वयस्य अत्र मेलनम् अस्ति, अतः किं वदामः? समासः. सो अत्र समासं तत्र एतानि उदाहरणानि समासविषये अस्ति. सो नयनं योग प्र कुर्मः चेत् अत्र नयनम् इति पदं नो उपदेश धातुतः निर्मितं पदमस्ति. अतः अस्मिन् सोपाने अत्र उपसर्गात् असमासे अपि नोपदेशस्य इति सूत्रस्य प्रसक्तिः भवति. यः नोपदेशस्य दन्तिनकारः तस्य पुनः मूर्धन्यनकारः आदेशः भवति. कारणं किम्? उपसर्गे रेफः अस्ति, रेफस्य अनन्तरम् अकारः अस्ति, अतः अस्मिन् सूत्रे अट् कुप् वाङ् नुम् इति व्यये अपि सूत्रस्य अपि सम्पूर्णतया अस्मिन् सूत्रे अनुवृत्तिः आवश्यकम्. इत्युक्ते रेफस्य अथवा शकारस्य साक्षात् अनन्तरं दन्तिना अस्ति चेदेव सूत्रं कार्यं कर्तुं शक्यते इति न. रेफः दन्तिनकारस्य मध्ये अट् इति व्यवधानं, कु इति व्यवधानं, पू इति व्यवधानम् अस्ति चेदपि तत्र कार्यं भवति. कार्यं किम् अस्ति? दन्तिनकारस्य मूर्धन्यनकारः. अस्मिन् प्रकरणे एतत् सूत्रमस्ति. परन्तु यः पूर्वे सूत्रं पठितं नोणः, तत्र तु मूर्धन्यनकारस्य दन्त्यनकारादेशः भवति, भिन्नकार्यमस्ति. अत्र नत्वप्रकरणमस्ति. अस्तु, एतेषाम् उदाहरणानि वयं दृष्टवन्तः. कोऽपि प्रश्नः अस्ति वा अत्र? सो समासविषये वयं दृष्टवन्तः. इत्युक्ते धातुयोग यत् किमपि कृत् प्रत्ययः, नवुल्, ल्युट्, त्वा, अनिर्, शत्र, शानच, यत्किमपि कृत् प्रत्ययः धातुतः योजयामः, तत्र किं भवति? यः शब्दसमूहः निष्पद्यते तस्य प्रातिपदिक इति संज्ञा. सो तत् प्रातिपदिकस्य निर्माणं भवति. सो धातुयोगकृत् प्रत्ययः कुर्मः चेत् सर्वदा तत्र प्रातिपदिकस्य निर्माणं भवति. तस्य प्रातिपदिकसंज्ञा अस्ति, अतः प्रातिपदिकतः वयं सुप् एव योजयितुं शक्नुमः. तत्र वयं कृत् प्रत्ययस्य अनन्तरं लकार न योजयितुं शक्नुमः. तत्र प्रातिपदिकसंज्ञा भूत्वा केवलम् एकविंशति सुप् प्रत्ययः एव वयं योजयितुं शक्नुमः. अतः ते सर्वाणि कृदन्तानि सर्वाणि सुबन्तपदानि, तत्र सुप् अतः नामपदानि एव. अतः समासे किं भवति? यदा नोपदेशधातुतः कृत् योजयामः तत्र नामपदं भवति, तस्य पूर्वे उपसर्गयोजयामः चेत् तत्र समासः भवति. परन्तु वयम् उपसर्गः क्रियापदस्य अपि योजयितुं शक्नुमः. उपसर्गः क्रियायोगे इति एकं सूत्रमस्ति. सो क्रियायोगे अपि वयम् उपसर्गः योजयेम, परन्तु तस्य समासः इति नाम न भवति. इत्युक्ते एकम् उपसर्गः अस्ति, द्वितीयं क्रियापदमस्ति. सो क्रियापदानां तु समासः न भवति, अतः असमासे अपि कार्यं. सो सूत्रे एव महर्षिणा उक्तम् उपसर्गात् असमासे अपि न उपदेशस्य नोणः इति तत्र रसाभ्याम् अपि च अट् कुप्वाङ्ग् इति तत्र अनुवृत्ति भूत्वा भवति. अस्तु, एतेषां पदानां विषये कोऽपि वदतु भगिनि. गतकक्षायां भवती उक्तवती अव्यय अपि सुबन्तम् इति. तत् न अवगतं, न लिङ्गं वचनं किमपि नास्ति खलु अव्ययपदे? तत्र सूत्राणि सन्ति, येषां येषाम् अव्ययसंज्ञा अस्ति, येषाम् अव्ययसंज्ञा अस्ति अव्य, तत्र बहूनि अव्ययपदानि यथा तथा अत्र तत्र, तेषां यदा वयं तत्र अव्ययतः सुप् एकविंशति सुप् प्रत्यय योजयामः कस्यचित् विशिष्टसूत्रद्वारा, तत्र सुप् प्रत्ययस्य सर्वदा लोपः भवति. अतः वयं जानीमः प्रत्ययस्य लोपे प्रत्ययस्य लक्षणम्. इत्युक्ते यदा प्रत्ययः भवति तदा प्रत्ययस्य लक्षणं तिष्ठति. सो कोऽपि अत्र योग सु औजस् अम् ओट्षस् इति यदा कुर्मः तत्र प्रत्ययस्य लोपः तु भवति, अत्र एव तिष्ठति. अत्र इति एकम् अव्ययपदमस्ति, परन्तु तत्र एकम् अन्यत् सूत्रमस्ति, प्रत्ययस्य लोपे प्रत्ययस्य लक्षणं. सो प्रत्ययस्य लक्षणं तिष्ठति ते चेत् अत्र सुबन्त एव, अतः तस्य सुबन्त इति संज्ञा भवति. तत्र भिन्नभिन्नानि एकविंशतिरूपाणि वयं न द्रष्टुं शक्यते, तथापि तस्य अत्र इति यः अस्ति तस्य किं सुबन्त इति सः सुबन्तपदम् एव तथैव ये उपसर्गाः द्वाविंशति उपसर्गाः ये सन्ति तेषाम् अव्यसंज्ञा अस्ति अव्यसंज्ञा अस्ति चेत् यदा तत्र वयं सु औजस् योजयामः सुबन्तपदस्य निर्माणार्थं यदा वयं सु औजस् एकवचने द्विवचने बहुवचने इति योजयामः चेत् तेषां लोपः भवति सो प्रत्ययस्य लोपे प्रत्ययस्य लक्षणम् इति सूत्र आधारेण तत्र सर्वाणि उपसर्गाणि अपि च अव्यपदानि सुबन्तानि एव तेषां तेषां गणना कुत्र अस्ति कृदन्तेषु क्रियापदेषु नास्ति सुबन्तेषु एव अस्ति तत्र सूत्राणि तादृशानि सन्ति भगिनि धन्यवादः भगिनि आम् आं भगिनि एतत् अन्तिम द्वे परियोगनः एण्ड् परियोगनम् ऐ वास् गेटिङ्ग् स्टक् महोदय कुड् नाट् कम्प्लीट् इट् एक्चुलि यत्र अनुनासिकान्त धातु अस्ति इत्युक्ते अनुनासिकव्यञ्जनः यथा गम् गम् यः धातुः अस्ति तस्य अन्ते किम् अनुनासिकव्यञ्जनः अस्ति नम् तथैव अस्ति तेषां किं भवति किति अथवा अपि च निति परे अनुनासिकान्तधातुः किति निति परे अनुनासिकव्यञ्जन यः अन्तिम अनुनासिकव्यञ्जनः तस्य विकल्पेन लोपः भवति वा नित्येन लोपः भवति तस्य विषये अहं वदामि पुनः अग्रे वदामि इदानीं तु न स्मरामः तत्र तस्य मकारस्लोपः भवति केवलं किति निति परे यदा वयं नम् योग नुवुल् कुर्मः तत्र न भवति परन्तु नम् योग कोऽपि क्त प्रत्ययः अथवा क्तिन् प्रत्ययः अथवा तवतु प्रत्ययः तवतु न क्त्वा क्त्वा इति यथा गम् योग क्त्वा कुर्मः चेत् तत्र किं रूपं गत्वा इति भवति तत्र मकारस्य लोपः भवति गत्वा गृहं गत्वा अहं किञ्चित् कार्यं कुर्मः सो तत्र अनुनासिकव्यञ्जनस्य किति निति परे तत्र मकारस्य लोपः भवति किं महोदय क्षम्ताम् अनुनासिकव्यञ्जनः इत्युक्ते किम् अनुनासिकस्वराः तु वयं जानीमः परन्तु अनुनासिकव्यञ्जनानि कानि वर्गीयपञ्चमव्यञ्जनानि अनुनासिकव्यञ्जनानि ख ग ग न न अनुनासिक अस्ति किमर्थं चेत् मुखनासिकाः वचनम् अनुनासिकः यस्य वर्णस्य उच्चारणः मुख अपि च नासिकायां तस्य एव अनुनासिक इति संज्ञा व्याकरणशास्त्रे सो क ख ग ग ण यः वर्गीयपञ्चमवर्णः तस्य कण्ठ पठ् धातु अनुनासिकव्यञ्जनं नास्ति न पठ् उदाहरणरूपेण गम् गम् अस्ति वा अस्तु पठ् धातु गम् गम् धातु गम् इति धातुः अन्ते तत्र मकारः तथैव च छ ज ज ञ ञ यः अस्ति अनुनासिकव्यञ्जनः अस्तु अस्तु धन्यवादः तथैव प फ ब ब म वर्गीयपञ्चमव्यञ्जनानि सर्वाणि अनुनासिकव्यञ्जनानि सो अनुनासिकव्यञ्जनस्य तत्र तादृशसूत्रम् अस्ति अनुनासिकव्यञ्जनस्य किति निति परे लोपः भवति अतः अत्र किं नम् योग क्तिन् कुर्मः चेत् करोतु भगिनि अत्र क्तिन् प्रत्यये अनुनास ये अनुबन्धवर्णाः के के भगिनि हलन्त्यं लशक्व तद्धिते तस्य लोपः अतः लशक्व तद्धिते इति सूत्रे ककारः लोपः भवति अलन्त्यम् इति सूत्रेण नकारः लोपः भवति, ति अवशिष्यते. ऐ थोट् नम् हलन्त्यं तदनन्तरं न विभक्तौ तु स्मः इति सूत्रेण मकारस्य लोपः न भवति. अत्र यः रूपं दत्तं लौकिकरूपम् एव दत्तं, नम् लौकिकरूप नम् इति लौकिक. ओके, सो तस्यापि लोपः भवति. धातुपाठः नम् इति मूलरूपं किमस्ति? सि नम् इति यः नम् धातु अस्ति, लौकिकरूपं नम् अस्ति पत्र, परन्तु तत्र औपदेशिकधातु किं नम अन्ते अकारः अस्ति, अनुनासिक अकारः अस्ति, अपि च नोपदेशधातु अस्ति. स्क्रीन् दृश्यते वा? आं भगिनि. सो अत्र प्रथमे किम् अत्र करोतु, नम नम अस्ति उपदेशे अजनुनासिक इति करोतु स्थानं निष्कासनं. उपदेशे अजनुनासिक इति अनुनासिक अकारस्य इत् भवति, तस्य लोपः भवति, नम् अवशिष्यते. तदनन्तरं नूनः इति सूत्रेण नम् अत्र अस्मिन् करपत्रे तु लौकिकरूपमेव दत्तं, नम् इति लौकिकरूपं. सो न योग ति भवति. तदनन्तरम् उपसर्गात् समासोऽपि समासेऽपि नोपदेशस्य इति सूत्रेण न पुनः अत्र मकारस्य लोपः भवति. किमर्थं चेत् परे कित् प्रत्ययः अस्ति, कितिन् इति प्रत्ययः कित् अस्ति. सो कितिन् इति परे तत् कार्यं भवति. कित् प्रत्ययः अथवा नित् प्रत्ययः प्रत्ययः परे अस्ति चेत् अनुनासिकव्यञ्जनस्य तत्र लोपः भवति. सूत्रं किम् अग्रे वदामि तत्र. सो अत्र कितिन् इति यः अस्ति, कित् प्रत्ययः अस्ति, तस्मिन् ककारः इत् संज्ञकः, अतः कितिन् कित् अस्ति, कित् कारणेन अत्र मकारस्य लोपः भवति. सो अत्र किं नति इति भवति, नति इति प्रातिपदिकं, परन् इदानीम् अत्र परियोजयामः, परियोग नति अस्ति. इदानीं किं रकार अस्ति, अतः ऋषभ्यां नूनः न न उपसर्गात् समासे अपि नोपदेशस्य इति सूत्रेण विसर्गात् समासे अपि नोपदेशस्य. एक निमिषः भगिनि, पूरयतु भगिनि. उपसर्गात् असमासे अपि नोपदेशस्य, नोपदेशस्य किम्? दन्त्यनकारस्य मूर्धन्यनकारः भवति. स्वरूपं किं? परिणति, परिणति मूर्धन्यनकारः इति यः अस्ति. सि वयं कितिन् प्रत्ययः योजयामः, स्त्रियां कितिन् अस्ति. सो क्तिन् प्रत्ययस्य योजनेन सर्वदा स्त्रीलिङ्गपदस्य एव निर्माणं भवितुं शक्नोति. सो एतस्य पुल्लिङ्गे अपि च नपुंसकलिङ्गे रूपाणि न सन्ति. यदा वयं यत् किमपि धातुतः क्तिन् योजयामः, तत्र स्त्रीलिङ्गपद स्त्रीलिङ्ग यः अस्ति, परिणति यः अस्ति, सः प्रातिपदिकं, तस्य रूपाणि केवलं स्त्रीलिङ्गे एव. तथैव मति, घति, सुधि, तानि सर्वाणि तिन् प्रत्ययः योजनेन ते सर्वाणि रूपाणि भवति. अपि च एकवचने परिणति इति अस्ति. इदानीं वदतु किं प्रश्नः भगिनि. तत्र मकार किं गतं नम् धातोः मकार कुत्र गच्छति भगिनि? परिण आद्यन्तौ टकितौ इति सूत्रस्य आधारेण ककारस्य इत्संज्ञा भवति, नकारस्य हलन्त्यम् इति भवति. तकारावशिष्यभागं परिणम् ति इति भवति, परिणम् ति नम् नम् मकार नकारस्य नकार भवति. सर्वेषां येषां येषां धातूनाम् अन्ते अनुनासिकव्यञ्जनः अस्ति, यथा गम् नम् तत्र अन्यानि धातवः अपि सन्ति, तेषाम् इति अपि च नीते अनुनासिकजनस्य लोपः भवति. सूत्रं किं तत्र इदानीं तु न स्मरामः, अग्रे वदामि. सो अत्र मकारस्य लोपः भवति. किमर्थं लोपः भवति? तस्य परे कित् प्रत्ययः अस्ति, अतः लोपः भवति. कितिं यः अस्ति आगच्छति तत्र एव वा, यत्र यत्र कित् प्रत्यय आगच्छति तत्र एव. कृदन्ते स्क्रीन् दृश्यते, स्क्रीन् अत्र दृश्यतु. नम् कृदन्तरूपेषु नम् यः अस्ति, नम् इति धातुः मकारान्तधातुः अस्ति, अनुनासिकव्यञ्जनः अन्ते अस्ति. सि ल्युट् योजयामः चेत् नम् एव श्रूयते, अनियर् योजयामः चेत् नम् श्रूयते, नवुल् योजयामः चेत् तत्र वृद्धिः भवति, नित् अस्ति अतः नाम इति भवति. अत्र नित् अस्ति. तुमुन् योजयामः चेत् नम् तिष्ठति, अनन्तरं अनुनासिक तत्र सन्धि भूत्वा न भवति. ययि परवर्णः अनुनासिकस्य किं सूत्रं किम् अस्ति? एकमस्ति मोनुस्वारः नश्च पदान्तस्य झलि, अपि च अनुस्वारस्य ययि परस्वर्णः. एतानि त्रीणि सूत्राणि सर्वदा स्मर्तानि. सो अत्र मकारस्य नकारादेशः भवति. किमर्थं नकारः भवति? त परे अस्ति. सो त परस्य सवर्णः नकारः, त थ द द न, अतः नन्तुं. तथैव तव्ययः अस्ति तत्रापि मकारः तदेव. अत्र त्वा यः, यदा वयं नाम योग त्वा कुर्मः तत्र मकारः अपगच्छति, नत्वा अस्ति. तथैव अत्र तव तु अपि कित् अस्ति, क त व त. सो अत्रापि नतवान्, नतवती, मकारः गच्छति, कृप्रत्ययः तृच् तु चकारस्य तृ अवशिष्यभागं खलु. तत्र नकारस्य आगमः भवति, तत्र भिन्नकार्याणि. परन्तु मकारस्य यः नम् इति यः मकारः, तस्य नकारादेशः भवति. सो मकार नास्ति खलु भगिनि तृच् मध्ये? तृच् मध्ये मकार नास्ति खलु? तृच् मध्ये अस्ति न मकारः, नम् योग तृच्, नम् योग तृच् तृच् मध्ये, तृच् मध्ये नकार नास्ति खलु निर्माणं. सो तत्र नकारस्य आवश्यकता भगिनि. वाट् वी आर् डिस्कस्, नन्ता कथं भवति? नम् अधिकतृ, अधिकतृ, नम् अधिकतृ, नन्तृ. सो नन्तृ इति प्रातिपदिकम् अस्ति, मकारस्य नकारादेशः भवति. अस्तु, अनुस्वारस्य ययि परस्वर, प्रथमे तु तत्र मकारस्य अनुस्वार भवति, अनन्तरम् अनुस्वारस्य नकारादेशः भवति. सो नन्त्र इति यः अस्ति, नन्त्र प्रातिपदिकम् अस्ति. एव्रिबडी इस् गेटिङ्ग् द पायिण्ट्? आं भगिनि, आं भगिनि. सो ऐ विल् क्लोस् दिस्. सि अत्र नम् योग तृच्, तृच् प्रत्ययस्य योजनेन तत्र ऋकारान्त प्रातिपदिकस्य निर्माणं भवति. सो तत्र यथा पित्र इति यः अस्ति, पिता, पुल्लिङ्गे पिता भवति, तथैव अत्रापि कार्याणि. नन्ता, नन्त्री, नपुंसकलिङ्गे, स्त्रीलिङ्गे तत्र अवगतं वा? अस्तु. सो मकारस्य न इति भवति, यः नन्ता इति श्रूयते मकारस्य एव न इति आदेशः. किमर्थं चेत् परे तकारः अस्ति, तथैव. स्टाप् कुर्मः चेत् तत्र शेर् नास्ति. स्क्रीन् दृश्यते वा? अधुना इदानीं दृश्यते. सो वट् वै आर् वि डिस्कसिङ्ग्? ये अनुनासिकान्तदातवः सन्ति तेषां केवलं किति निति परे एव अनुनासिकव्यञ्जनस्य लोपः भवति. सो त्वा योजयामः तत्रापि मकारस्य लोपः भवति, तव तु योजयामः तत्र करस्य लोपः भवति, क्त योजयामः तत्रापि मकारस्य लोपः भवति. एते सर्वे कित् प्रत्ययाः, कत्वा, तव तु, क्त, एते ये अन्य प्रत्ययाः ते कित् न सन्ति, अतः मकारः तिष्ठति तत्र. सो सूत्रं किम् अग्रे वदामि. सो अत्र यः नम दातु कितिन् योजनेन तत्र यः परिणिति भवति तत्र मकारस्य लोपः भवति. कस्यचित् विशिष्टसूत्रद्वारा मकारस्य लोपः भवति. अनन्तरं नमति अस्ति उपसर्गात् असमासे अपि अत्र उपसर्गे रेफः अस्ति, अतः अत्र मूर्धन्यनकारः पुनः इति आदेशः भवति इति सूत्रस्य अर्थः. तथैव यः अत्र नः योग त नः योग यः यः अग्रिमम् अस्ति तत्रापि एकं सूत्रमस्ति, ये येषां धातूनाम् अन्ते हकारः अस्ति नहोदः इति अस्ति सूत्रम्. नः विषये विष्टसूत्रं, नः यः धातुः अस्ति तस्य जलादौ जलवर्णः परे धकारादेशः भवति. सूत्रमस्ति नहोदः, सङ्ख्या किम् इदानीं तु न स्मरामः. सो नहोदः इति सूत्रं. सो हकारस्य तत्र ध इति आदेशः, दीर्घ ध इति आदेशः भवति. अनन्तरं यदा तत्र ध परे त अस्ति, क्त प्रत्यये, क्त प्रत्यये ककारस्य इत् संज्ञा अस्ति, लशक्व तदिते इत्यनेन ककारस्य इत् भूत्वा तत्र त तकारः अकारः अपि अन्ते अस्ति. सो त इति यः अवशिष्टभागः. सो नः योग त अस्ति. सो नहोदः इति सूत्रे त इति सि त इति यः वर्णः साक्षात् नकार हकारस्य परे जलवर्णः अस्ति, जलवर्णः त जलवर्णः, अतः नहोदः इति सूत्रेण हकारस्य महाप्राण धकारः इति आदेशः भवति. सो धकारः आदेशः भवति चेत् अनन्तरं यः त अस्ति तस्यापि ध इति आदेशः भवति. लास्ट् टैम् वि रीड् देट् सूत्र न वट् वास् द सूत्र एकनिमिषः जशस्ततो आम् आम् ऐ हेव् प्रिपेर्ड् वन् डाक्युमेण्ट् अत्र अस्ति एतत् स्क्रीन् दृश्यते वा इति सूत्रेण जश् प्रत्याहारे इत्युक्ते जश् प्रत्याहारे केवलं वर्गीयचतुर्थव्यञ्जनानि यथा अत्र यः नद् यः इदानीं यः हकारस्य धकार आदेशः भवति सः तु वर्गीयचतुर्थव्यञ्जनः त थ द ध महाप्रान्धकारः हकारस्य महादेशः भवति सः जश् वर्णः. सो जश् वर्णस्य परे तकारः अथवा थकारः द्वयोः तकार थकारयोः एव किं धकारः. तकारस्य अपि धकारादेशः भवति, थकारस्य अपि धकारादेशः भवति. सो इदानीं धकारद्वयं नः नद् योगध अनन्तरं जलां जश् जशि इति सूत्रेण प्रथमदकारस्य अभिप्रान्तकारः कुत्र अस्ति आम्. सो परि इति उपसर्गे परि इति उपसर्गे रेफः अस्ति तस्य अनन्तरं ह्रस्व इकारः. सो अट् इति व्यवधानम् अस्ति परन्तु अट् व्यवधाने अपि दन्तनकारस्य मूर्धन्य नकारः आदेशः भवितुं शक्नोति. नः इति धातुः नोपदेशधातुः अतः नकारस्य पुनः मूर्धन्यनकारः. कोऽपि नोपदेशधातु नास्ति चेत् तत्र तत् कार्यं न भवति. सूत्रे साक्षात् उक्तं नोपदेशस्य एव केवलं नोपदेशस्य धातोः एव भिन्नभिन्नपदे एकस्मिन् पदे निमित्तः अस्ति, द्वितीयपदे तत्र स्थानीवर्णः अस्ति, तथापि तत्र नत्वकार्यं भवति, अन्यथा तु समानपदे एव नत्वकार्यं भवितुं शक्नोति। परन्तु एतस्य विशिष्ट तत्र तत्र सूत्रे एव तत्र केवलं नोपदेशधातुतः धातूनाम् एव पुनः मूर्धन्यनकारादेशः भवति, अतः परिणधम् इति यः तत्र कृतप्रत्ययस्य योजनेन भूतकाले त्रिषु लिङ्गेषु वर्णानि त्रिषु लिङ्गेषु रूपाणि भवितुं शक्नोति। अत्र तु नपुंसकलिङ्गे एकवचने रूपं दत्तं, सुबन्तपदमस्ति, अतः परिणधं यः अस्ति समासिकपदः। परि उपसर्गयोजनेन नः धातुतः त प्रत्ययोजन परिणधं नपुंसकलिङ्गे भूतकाले त प्रत्ययस्य यः प्रयोजनमस्ति भूतकालार्थे एव एतस्य प्रत्ययस्य प्रयोगः भवति। गाय् विषये कः वदति भगिनी? डिसप्पियर्स् इस् इट्? परि योग नत् योग ध त इस् रिमेनिङ्ग् फ्रम् त बिकम्स् ध ओ दट् बिकम्स् द अस्तु भगिनि ओके ओके गोट् इट् त बिकम्स् ध बिकास् आफ् वट् बिकास् आफ् देट् सूत्र जश् वट् वास् देट् सूत्र जश् प्रत्याहारस्य जश् प्रत्याहार वर्गीयचतुर्थव्यञ्जनस्य अनन्तरं कोऽपि तकारः अथवा थकारः अस्ति चेत् तयोः धकारादेशः भवति। सो दिस् द आल्सो बिकम्स् ध। अनन्तरं जलां जश् जशि इत्यनेन यः प्रथम हकारस्य स्थाने यः धकारः तस्य तु अल्पप्राण जश् इति आदेशः। अवगतं भगिनि। जश् प्रत्याहारे वर्गीयव्यञ्जनानि, सो धकारस्य ध इति आदेशः। अवगतं वा? आं भगिनि। ऐ आल्सो नाट् एबल् टु लिसन् टु यू पीपल् प्रापर्ली, देर् इस् सम् प्राब्लम् वित् इण्टर्नेट्। अस्तु, नाम योगघायि विषये कः वदति? मञ्जरी भगिनी अस्ति वा? भगिनी अहमस्ति, वदति वा भगिनि? घञ् प्रत्यय विशिष्टप्रत्ययः घञ् इति प्रत्ययः वदतु। अत्र यकारस्य हलन्त्यमिति सूत्रेण लोप इत्संज्ञा भूत्वा तस्य लोपः सूत्रेण लोपः भवति, घ अवशिष्यते। न घ क ख घ घ घकारस्य अपि इत्संज्ञा भूत्वा तस्य लोपः भवति तथा अकार अवशिष्यते। केन सूत्रेण? सम्यक् अस्ति वा? लशक् वदति तु। यथा कितिन् यथा क्त तत्र लशकु कु अस्ति, न केवलं ककारः कु अस्ति। लशक्पतद्धिते इति सूत्रेण इत्संज्ञा भूत्वा तस्य लोपः भवति, अवशिष्यते तथा परियोग नं योग अ। इदानीं तु कितनित् प्रत्ययः नास्ति, अतः मकारः तिष्ठति, मकारस्य लोपः न भवितुं शक्नोति। इदानीं कः कार्यः अत्र, किं कार्यं? नकारस्य मूर्धन्यनकारः भवति। नकारस्य तत्तु सत्यं, तस्य पूर्वे वि हेव् नाट् एडिड् परि, इदानीं तु केवलं नं योग गाय् अस्ति। तत्र ञित् प्रत्ययः अस्ति, ञित् प्रत्ययः धातोः ञित् प्रत्ययः परे अस्ति चेत् अथवा णित् प्रत्ययः मूर्धन्यनकार नवुल् णित् अस्ति, घञ् णित् अस्ति इत्युक्ते च छ ज ञ, एतादृशः प्रत्ययः विशिष्टप्रत्ययः णित् अपि च णित्। सो विशिष्टप्रत्ययः आर्धधातुक् विशिष्टप्रत्ययः परे अस्ति चेत् धातु किं कार्यं भवति? पूर्वे पठितम्। एकं तु सि धातु अङ्गे सामान्यकार्यं किमस्ति, गुणकार्यं, यथा नी बिकम्स् ने, नै बिकम्स्, अत्र नवुल् अस्ति। वृत्ति वृद्धिः भवति इत्युक्ते धातु अङ्गे एकं कार्यम् अस्ति गुणकार्यं, प्रत्ययस्य कारणेन कानि कानि कार्याणि सम्भव धात्वङ्गे, एकमस्ति गुणकार्यं, द्वितीयमस्ति वृद्धिकार्यम्। अत्र नम् मध्ये भगिनि गुणप्रसङ्गः अस्ति वा, नम् मध्ये गुणप्रसङ्गः अस्ति वा? किमर्थं नास्ति? तत्तु सत्यम्, अत्र गुणप्रसङ्गः नास्ति, पुत्र नास्ति, पुत्र अन्ते अपि नास्ति, उपधायमपि नास्ति, सत्यं। स्वपि इकवर्णः नास्ति, उपधायामपि इकवर्णः नास्ति। इदानीं मञ्जरी भगिनी, उपधायां कः वर्णः? अकारः। सो वृद्धिः कस्य कस्य वर्णस्य वृद्धिः भवति, धातौ कस्य कस्य वर्णस्य वृद्धिः भवति? अकारस्य आकारः भवति। आम्, सूत्रं किम्? अचोणिति, अचोणि उपदायाः, अत् उपदायाम् अस्ति वा, अत् उपदायाः, अचोणिनिति इति सूत्रं किं वदति? गिरिशभगिनी वदतु, अचोणिनिति इति सूत्रं किं वदति? अच्वर्णपरे वृद्धिकार्यं भवति। अचोणिनिति इति सूत्रस्य कः अर्थः? अन्नप्रत्ययः अस्ति चेत् धातोः अच्वर्णः वृद्धिकार्यं भवति नित् प्रत्ययपरे। व्यत्यद्वयस्य विषये अचोणिनिति इति सूत्रे वदति, तत्रापि सार्वधातुकार्धधातुकयोः इति सूत्रे इघन्त धातु इघन्त अस्ति चेद् एव सार्वधातुकार्धधातुकयोः इति सूत्रं कार्यं कर्तुं शक्यते। सो इघन्त इत्युक्ते अन्ते इकवर्णः अस्ति चेद् एव सार्वधातुकार्धधातुकयोः इति सूत्रं कार्यं कर्तुं शक्यते, तथैव अचोनिनिति अस्ति। अचोनिनिति इति सूत्रं वदति अजन्तधातूनां, यथा नी अजन्तधातुः अस्ति, सो नी धातुः अन्ते अच्वर्णः, अन्ते अच्वर्णः, सो अजन्त अन्तः अस्ति न, अच् अन्ते यस्य तत् अजन्तम्, सो अजन्तधातूनां नित् प्रत्यपरे कोऽपि नित् प्रत्ययः अस्ति अथवा प्रत्ययः, एतादृशः प्रत्ययः प्रत्ययद्वयं परे अस्ति चेद् एव अच्वर्णस्य, यः अन्ते अच्वर्णः, तस्य वृद्धिः भवति इति अचोनिनिति इति सूत्रं वदति। सो अन्ते स्थितस्य अच्वर्णस्य एव अचोनिनिति इति सूत्रेण वृद्धिः भवितुं शक्नोति, तावदेव तस्य कार्यक्षेत्रम् अस्ति। परन्तु नम् तो हलन्तधातुः, अजन्त नास्ति, अन्ते अच्व, अजन्त इत्युक्ते अच् अन्ते यस्य तत् अजन्तम्, नाम इति हलन्तधातुः, हल्वर्णः अन्ते अस्ति, उपधायां ह्रस्वकारः, अतः अचोनिनिति इति सूत्रस्य अनन्तरम् एकम् अन्यत् सूत्रम् अस्ति अत् उपधायः। सो अत् उपधायाः सूत्रे केवलं ह्रस्व अकारस्य एव णित् अथवा णिपरे तस्य वृद्धिः भवति, यत्किमपि पठ् धातुः अत् उपधायाः। सो यथा तत्र गुणस्य विषये सूत्रद्वयं सार्वधातुक अर्धधातुकयोः पुगन्तलघुपदस्य च, उपधायां स्थितस्य लघु एकवर्णस्य तत्र गुणः भवति पुगन्तलघुपदस्य च, परन्तु वृद्धिकार्यं तु केवलं ह्रस्व अकारस्य एव भवति। वदतु किं न इदानीं सूत्रं किम् अवदत् भगिनी अचोणिनीति न अन्य एकसूत्रं तत् नाम रमधातुतः गञ् प्रत्ययस्य योजनेन एव राम इति प्रातिपदिकं निष्पद्यते। रमधातुः उपधायां ह्रस्वाकारः अस्ति, गञ् प्रत्ययस्य योजनेन सर्वदा पुल्लिङ्गे एव रूपाणि भवितुं शक्नोति, अतः राम इति अकारान्त प्रातिपदिकं गञ् प्रत्यये अकारः अवशिष्टभागः। वदतु अर्धधातुकप्रत्ययः अस्ति इति कारणेन तत्र किमपि पित् न द्रष्टव्यं, वृद्धि वा गुणः वा भवति तदेव भगिनि। आं सत्यम्, अर्धधातुकप्रत्ययेषु कित् नित् घित् द्रष्टव्यं, गाय् कित् नास्ति, घित् नास्ति, नित् अपि नास्ति, अतः गुणकार्यस्य कृते अपि च वृद्धिकार्यस्य कृते कोऽपि बाधा नास्ति, कर्तुं शक्यते। परन्तु धातु द्रष्टव्यं, धातु किं प्रसङ्गः, कः प्रसङ्गः, गुणप्रसङ्गः वा वृद्धिप्रसङ्गः। गुण इज अ सामान्यकार्यं, वृद्धि इज अ विशिष्टकार्यं। किमर्थं किमर्थं चेत् तत्र वृद्धिः केवलं प्रत्ययः प्रत्ययपरे एव वृद्धिः भवितुं शक्नोति, अणेत् प्रत्ययपरे एव वृद्धिः भवितुं शक्नोति। सो तत्र यः गञ् प्रत्ययः सः णित् अस्ति, णित् अस्ति, तस्मिन् ण्यकारस्य इत्संज्ञा अस्ति, ण्य इति वर्णः च च जन, अतः यत् किमपि अजन्तधातुः अस्ति चेत् गञ् प्रत्ययः योजयामः चेत् वृद्धिः सर्वदा वृद्धिः करणीयम्, यस्मिन् धातौ उपधायां ह्रस्व अकारः, वृद्धि तु उपधायां केवलं ह्रस्व अकारस्य एव भवति। किमर्थं चेत् सूत्रं तादृशम्, अत् उपधायाः, अत् इति पदे तपरकरणम् अस्ति, ह्रस्व अकारस्य एव उपधायां वृद्धिः भवितुं शक्नोति निति निति परे इति सूत्रस्य अर्थः। सो उपधायां केवलं ह्रस्व अकारस्य एव वृद्धिः भवितुं शक्नोति, अन्यवर्णानां वृद्धिः न भवति उपधायां। परन्तु अन्ते कोऽपि अच् वर्ण अस्ति चेत् तस्य तु वृद्धिः भवति यदि वृद्धिप्रसङ्गः अस्ति, तस्य अन्ते स्थितस्य अच् वर्णस्य वृद्धिः भवति, परन्तु उपधायां केवलं ह्रस्व अकारस्य एव वृद्धिः भवति। सो अत् उपधायाः इति सूत्रेण इट् बिकम्स् रा अकारस्य आ, घञ् प्रत्ययस्य अ, राम इति अकारान्त प्रातिपदिकं रम धातुतः एव एतस्य निर्माणं भवति, तथैव नम् नाम भवति इदानीम् एतत् सूत्रं। सत्यं सत्यं भगिनि, सर्वेषां नास्ति खलु महोदय, नम् तु धातु अस्ति न भगिनि, घञ् प्रत्ययः अस्ति, नम धातु अस्ति, नम धातुः उपधायां ह्रस्व अकारः, परे णित् प्रत्ययः, धातोः अपि उपयोगी भवति खलु, अस्ति वा नम धातु अस्ति, न विभक्तौ तु स्मः इति सूत्रः, तत्र उपयोगं कर्तुं शक्यते वा? न न विभक्तौ तु स्मः इति तत्र प्रत्ययेषु विषये न भगिनि, उपधायां न अस्ति तथा अत्र तु लौकिकरूपं नम् एव, अपि च न वि हेव् टु अण्डर्स्टाण्ड् द सूत्र, न विभक्तौ, विभक्तौ एव, विभक्तिसंज्ञा कस्य, न सूत्रे महर्षि स्वयं वदति न विभक्तौ तु स्मः, विभक्तौ एव तु स्मः इति न भवति, अपि च अत्र तुस्मा अन्ते नास्ति, अत्र तु अन्ते कोऽपि अन्यवर्णः नम् इति लोकरूपमस्ति, आं दृष्टवन्तः न नम अन्ते अकारः अस्ति, अनुनासिक अकारः, सर्वैः अवगतं वा नामः इति कथं भवति? नाम इति अकारान् प्रातिपदिकमस्ति, पुल्लिङ्गे ना रामः इव अस्ति, परिणामः इदानीं परिसर्गे रेफः अस्ति, नम् इति न उपदेशदातुः, तदपि द्रष्टव्यम्, धातुः नोपदेश एव उपसर्गात् किं भगिनि अहं न श्रुतं किम् उक्तवती, देर् इस् सम् प्राब्लम् वित् इण्टर्नेट्, ऐ एम् आल्सो नाट् एबल् टु लिसन् टु युवर् वाय्सस्, वदतु भगिनि चेतना भगिनि, किमपि प्रश्नः अस्ति वा? न भगिनि, पूर्वे यु मेन्शन् सम्थिङ्ग् काल्ड् तपर्क्, ऐ डिण्ट् अण्डर्स्टाण्ड् दट् भगिनि, तपर्कर्णं वी हव् नाट् रेड् दट् सूत्रं वा? नो भगिनि. Have we read that? No, no, Bhagini. Atra na pathitam, va? Oh, vastu. No. Atra na pathitam. Kutra ayati taparakaranam. Iti vishayaha kutra ayati. When you mentioned about the at upadayam. Bhagini, Bhavati, ekavara muktavati. Atti chukta kevara. Because you have not read that. It is not in the that satyam bhagini, but that concept is very important, we have to read that concept or kutra asti atra kimartham patitam idanim paryantam. पूर्वे उल्लेखः अस्ति भगिनि, पूर्वस्मिन् पाठे उल्लेखः तु अस्ति सपरकरणविषये, भवती उक्तवती भगिनि एकवारं, ह्रस्व आकार एव आगच्छति, अत्यति आगच्छति चेत् ह्रस्व आकार एव इत्संज्ञाप्रकरणे अस्ति, अत्र दृश्यतु सि स्लैड् दृश्यते वा न दृश्यते, पिपिटि दृश्यते, अस्तु दृश्यते, अत्र दृश्यतु व्याकरणशास्त्रे सार्वधातुकः नास्ति खलु, अतो दीर्घ यहि परे सार्वधातु अर्धधातुक निमित्तीकृत्य अपि गुणकार्यं भवति, किमर्थम् भगिनि? अत्र अतो दीर्घ न आगच्छति भगिनि, अत्र परिणाम भवति खलु, सामान्य सामान्यदीर्घ सामान्यवृद्धि, एकनिमिषः भगिनि, अनुसूय भगिनि वदतु किं नम् अधिकघञ् सार्वधातुकप्रत्ययः अस्ति चेत् न भवति, परन्तु घञ् धातुकः अस्ति खलु, कुत्र अस्ति तत्र अत् उपधायः इति सूत्रे सार्वधातुके इति पदस्य कुत्र अस्ति अनुवृत्तिः? तत्र निनिति अस्ति, अचो निनिति साक्षात् अनन्तरम् अत् उपधायः इति सूत्रम् अस्ति, अत्र दृश्यतु सार्वधातुके ऐ वाट् यु आर् सीङ्ग् सि 72115 is achoniniti. Achoniniti. So achoniniti iti yaha asti, niti yaha asti saptami antam padaha. So ajantasya angasya nit apichar nit pratyapare vriddhihi bhavati. अजन्तस्य अन्तस्य यस्य अङ्गस्य अन्ते अच्वर्णः तस्य परे नित् प्रत्ययः अथवा नित् प्रत्ययः अस्ति चेत् नित् प्रत्ययः अस्ति चेत् तत्र भवति कस्य वृद्धिः अच् वर्णस्य वृद्धिः भवति इति सूत्रं वदति 72115 साक्षात् अनन्तरं 116 अत् उपधायाः इति सूत्रमस्ति अत्र निनिति इति पदस्य अनुवृत्तिः निणिति परे एव उपधायां स्थितस्य ह्रस्वाकारस्य वृद्धिः भवति वेदर् द प्रत्ययः इस् सार्वधातुक आर् आर्धधातुक यदि कोऽपि सार्वधातुक् यदि कोऽपि सार्वधातुक् प्रत्ययः णित् अस्ति अथवा णित् अस्ति तत्रापि कार्यं भवितुं शक्नोति किमर्थम् अत्र केवलम् उक्तं प्रत्ययः णित् अथवा णित् अङ्गस्य उपादायः निवृद्धिः इति एव उक्तवान् परन्तु वाट् एवर् यु शोड् अर्लियर् इट् वास् देर् इन् सार्वधातुके इति अतोः वृद्धिः इति सूत्र अतो उपादायां अतो उपादायाम् इस् शोड् न इन् देट् सार्वधातुके सूत्रमस्ति अतः उपादायाः अत् उपादायाः इति सूत्रमस्ति अनेन सूत्रेण एव उपादायां वाट् ऐ सेड् इस् देट् सार्वधातुक आर्धधातुकयोः इति सूत्रेण इघन्तस्य अङ्गस्य इघन्त यथा अत्र अजन्तस्य अङ्गस्य वृद्धिः भवति तत्र इगन्त अङ्गस्य इक् इत्युक्ते इ तादृश अङ्ग तत्र सार्वधातुकप्रत्ययपरे आर्धधातुकप्रत्ययपरे गुणः भवति परन्तु यः वृद्धिकार्यमस्ति तस्य कृते निनिति एव सप्तम्यन्तं निमित्तमस्ति सो वेदर् दट् नित् इस् अ सार्वधातुक आर् आर्धधातुक् तत्र द्रष्टव्यम् केवलं द्रष्टव्यं धातोः अङ्गस्य अनन्तरं यः प्रत्ययः यदि सः णित् अथवा णित् अस्ति तत्र वृद्धिकार्यस्य सम्भावना द्रष्टव्यं वृद्धिकार्यं भवितुं शक्नोति वा न द्रष्टव्यं यथा नवुल् णिच् घञ् सो एतादृशानि प्रत्ययः परे अस्ति चेत् अङ्गस्य परे अस्ति चेत् सर्वदा वृद्धिविषये चिन्तनीयम् वृद्धिकार्यम् अपवादकार्यमस्ति गुणकार्यस्य गुणः तु यत्किमपि सार्वधातुक् यत्किमपि आर्धधातुक् प्रत्ययः परे अस्ति तत्र गुणकार्यं भवितुं शक्नोति परन्तु वृद्धिकार्यं तु केवलं नीतिनीति परे एव भवति अपि च एण्ड् वन् मोर् थिङ्ग् यदि प्रत्ययः णित् अथवा णित् अस्ति परन्तु कित् गित् णित् अस्ति चेदपि तत्र वृद्धिकार्यस्य निषेधः किति किनिति इति सूत्रे किम् उक्तं किनिति इति सूत्रे उक्तं प्रत्ययः कित् गित् णित् अस्ति चेत् तत्र न केवलं गुणकार्यस्य बाधा वृद्धिकार्यस्य अपि बाधा सर्वदा तत्र स्मर्तव्यं किनिति सूत्रे यः गुणस्य बाधा भवति सः वृद्धिकार्यस्य अपि बाधा बिकास् दिस् इस् 115 किनिति इस् 115 प्रथमाध्याये प्रथमपादे पञ्चमसूत्रमस्ति पञ्चमसूत्रमस्ति तस्य पूर्वे गुणवृद्धिः इको गुणवृद्धिः इति सूत्रमस्ति सो कित् नित् गित् प्रत्यय उपस्थितौ तत्र गुणकार्यम् अपि च वृद्धिकार्यं द्वयोः कार्ययोः दः सर्वदा द्रष्टव्यं न केवलं किनिति गुणकार्यस्य निषेधः वृद्धिकार्यस्य अपि निषेधः सो यदि तादृशप्रत्ययः यः णित् अस्ति सः कित् गित् णित् अपि अस्ति चेत् तत्र वृद्धिकार्यस्य निषेधः भवति सर्वदा स्मर्तव्यम् अवगतं वा भगिनि सो गाय् गाय् इस् अ आर्धधातु प्रत्ययः गाय् शित् नास्ति तिङ् नास्ति धातोः अनन्तरं तस्य विधानम् अपि च अतः आर्धधातुकं शेषः इत्यनेन गाय् प्रत्ययः आर्धधातुकसंज्ञकः परन्तु विशिष्ट आर्धधातुक् अस्ति किमर्थं विशिष्ट ण्यकारस्य इत् अस्ति अस्मिते अतः वृद्धिकार्यस्य सम्भावना अस्ति अतः विशेषः देट् इस् वै ऐ सेड् विशिष्ट अदर्वैस् किमपि विशेषः अत्र नास्ति विशेषः कस्मिन् अर्थे वृद्धिकार्यस्य तत्र प्रयोजनम् अस्ति अतः विशेषः परन्तु कित् नास्ति घित् नास्ति नित् नास्ति अतः वृद्धि अपि च गुणकार्यस्य निषेधः नास्ति सर्वदा एतत् एतानि सर्वाणि सूत्राणि सर्वदा स्मर्तव्यम् इदानीं कः विषयः ममस्तु तपर्करणम् अत्र व्याकरणशास्त्रे एकं सूत्रम् अतो दीर्घाः यै सुवर्ण सार्वधातुके बट् दट् सूत्र वि आर् नाट् यूसिङ्ग् हियर् नो वि आर् यूसिङ्ग् अतोनिति विषयः अतः तत्र कः कीदृश अतः दीर्घः भवति अन्तिम अतः अत्र तु उपधात् उपधायाः अत्र उपधायां तस्य अकारस्य विषये अस्मिन् सूत्रे तद् भिन्नसूत्रमस्ति भगिनि अत्र तस्य प्रयोगः नास्ति इदानीं तपर्करणस्य विषये किमर्थं तत्र महर्षिः कस्यचित् वर्णस्य अनन्तरं तपर्करणं कृतं यथा अत्र अस्मिन् सूत्रे अतः उपधायाः सूत्रे अकारस्य अनन्तरं त इति वर्णः श्रूयते सो तस्य नाम अस्ति तपर्करणं सो तपर्करणं कुर्मः चेत् किं भवति इति प्रश्नः एकं सूत्रमस्ति परिभाषासूत्रमस्ति अनुदितसवर्णस्य च प्रत्ययः इति एकं सूत्रमस्ति अनेन सूत्रेण किम् अवगम्यते सूत्रे इत्युक्ते अष्टाध्यायीग्रन्थे यानि चतुस्सहस्राणि सूत्राणि सन्ति तेषु कसूत्रे अनवर्णस्य तत्र अनुवर्णस्य विषये उक्तम् अस्ति सूत्रे सूत्रेषु अनुवर्णः कस्मिंश्चित् सूत्रे आदेशरूपेण उक्तः नास्ति इत्युक्ते तर्हि सः अनुवर्णः सवर्णानाम् अपि ग्रहणं करोति वयं जानीमः तत्र ये वर्णाः सूत्रे सन्ति कुत्रचित् तत्र आदेशरूपेण उक्तः अस्ति कुत्रचित् स्थानीरूपेण उक्तः अस्ति कुत्रचित् निमित्तरूपेण उक्तः ते वर्णाः सन्ति सो अस्मिन् सूत्रे किं वदति अनवर्णस्य विषये एतत् सूत्रं विशिष्टसूत्रं किमर्थं चेत् यदा वयं प्रत्याहाराणां विषये पठितम् अत्र यदा वयं प्रत्याहाराणां विषये पठितं तत्र अनुप्रत्याहारे अ प्रथमसूत्रे एव अनुप्रत्याहारस्य निर्माणं भवितुं शक्नोति सो अ इ उ उण सो परन्तु षष्ठं सूत्रे अपि नकारः अस्ति सो यदा वयं सूत्रे अनप्रत्याहार वदामः चेत् तत्र भ्रमः जायते कस्मिंश्चित् सूत्रे त्रयः त्रीणि वर्णानां ग्रहणं कस्मिंश्चित् सूत्रे लकारपर्यन्तं ये सर्वाणि तत्र वर्णाः सन्ति तेषां ग्रहणं परन्तु तत्र किं वयं पठितवन्तः व्याकरणशास्त्रे यानि अष्टाध्यायीग्रन्थे यानि सूत्राणि सन्ति तस्मिन् एकम् एव सूत्रे अनप्रत्याहारस्य विषये लानपर्यन्तं गन्तव्यम् एकमेव सूत्रमस्ति अन्यस्मिन् सर्वस्मिन् सूत्रे केवलं त्रीणि वर्णानाम् एव ग्रहणम् अ इ उण् अ इ उकारस्य एव ग्रहणं यदा तत्र यस्मिन् सूत्रे अन् इति वर्णस्य अनप्रत्य तत्र प्रयोगः भवति एकं सूत्रं विहाय अन्य सर्वेषां सूत्राणां कृते तत्र केवलं त्रीणि वर्णनम् एव ग्रहणं सः एकं सूत्रम् एतत् एव अस्ति अनुदितसवर्णस्य चाप्रत्ययः इति सूत्रम् सो अस्मिन् सूत्रे एव अष्टाध्यायीग्रन्थे यः अन्वर्णस्य विषये उल्लेखः अस्ति सः अन्वर्णः लन्पर्यन्तं यः ये वर्णाः तस्य ग्रहणं करोति एकम् एव सूत्रम् अस्ति यत्र अन्विषये वयम् अ इ उ रुलु ए ओ ऐ औ हयवर एण्ड् लकारस्य ग्रहणम् अत्र करणीयम् एक तत् सूत्रमस्ति अनुदितसवर्णस्य चाप्रत्ययः कुत्र स्लैड् नम्बर् सो अनुदितसवर्णस्य चाप्रत्ययः यः अन् उदित् अन् एकं भाग् अस्ति उदित् द्वितीयभाग् अस्ति सवर्णस्य च इति अव्ययम् अप्रत्ययः भिन्नपदमस्ति सो अस्मिन् सूत्रे यः अन् प्रत्याहारस्य विषये उल्लेखः अस्ति तत्र एव लन् पर्यन्तं गन्तव्यम् वि कौण्ट् फ्राम् अ आरभ्य षष्ठं सूत्रे यः लन् अस्ति नकारः अस्ति तस्य पर्यन्तं यानि वर्णानि सन्ति अस्मिन् सूत्रे एव तत् तस्य प्रयोगः दृश्यते एतस्य सूत्रस्य विहाय अष्टाध्यायीग्रन्थे यत्र यत्र अन् अन् अन् इति प्रत्याहारस्य उल्लेखः तत्र केवलम् अ इ उ त्रयाणां वर्णानाम् एव ग्रहणं करणीयम् इति तत्र वयम् पूर्वे अपि पठितं सो अनुदितचाप्रत्ययः किं वदति कस्यचित् सूत्रे अन्वर्णः आदेशरूपेण उक्तः नास्ति इत्युक्ते आदेशरूपेण उक्तः नास्ति इत्युक्ते स्थानीरूपेण उक्तः अस्ति अपि च निमित्तरूपेण उक्तः अस्ति सप्तमी निर्देशः अस्ति पञ्चमी अन्तं तत्र निर्देशः अस्ति बिकास् पञ्चमी केनाट् बि एन् आदेश सप्तमी केनाट् बि एन् आदेश स्थानी केनान् आदेश इश् केन् बि ओन्ली इन् द प्रथमा विभक्त्यान्तं पदस्य द्वारा यत्र निर्देशः तत्र एव आदेशः अस्ति सो यदि कश्चित् सूत्रे अन्वर्णः आदेशरूपेण न उक्तः अस्ति कस्यचित् स्थानीवर्णेन उक्तः अस्ति निमित्तरूपेण उक्तः अस्ति तत्र किं करणीयम् सः अन्वर्णः सवर्णानाम् अपि ग्रहणं करोति इति तस्य एकभागस्य अर्थः अपि च अन् उदित् उदित् अपि सो सुप्रयुक्तः उदितवर्णाः उदितवर्णाः के ह्रस्व उकारः इत् यस्मिन् सः उदित् सो कु चु टु टु पु यः वर्णसमूहः तत्र उकारस्य इत् अस्ति सो कु अपि उदित् चु अपि उदित् टु अपि उदित् सो यत्र यत्र केवलं वर्गीयव्यञ्जनानाम् एव उदित् इति तत्र संज्ञा अस्ति सो सूत्रे उदितवर्णः यः अस्ति सः नित्येन सवर्णानां ग्रहणं करोति यथा तत्र लशकु लशकु ल अस्ति श अस्ति अपि च कु अस्ति कु इति उदितवर्णः सो उदितवर्णः कस्यचित् सूत्रे उदितवर्णः अस्ति चेत् सः नित्येन सवर्णानां ग्रहणं करोति अतः गकारस्यापि इत्संज्ञा भवति सो लशकु तदिते अतदिते इति सूत्रे कु इति उक्तम् अस्ति कु इति अन्येन न केवलं ककारः परन्तु ककारस्य यानि सवर्णानि क ख ग ग ण तेषां ग्रहणम् अपि करणीयम् इति उदितविषये अन्विषये किम् अन्विषये अस्ति सूत्रे अन् प्रत्याहारस्य कोऽपि वर्णः अ इ उ ए ऐ औ औ एते सर्वाणि यर ल अपि अस्ति अन् प्रत्याहारे तेषां कस्यचित् सूत्रे आदेशरूपेण न उक्तः अस्ति, भिन्नरूपेण उक्तः अस्ति, आदेशभिन्नरूपेण सूत्रे उक्तः अस्ति चेत् सः अपि सवर्णानां ग्रहणं करोति इति सूत्रस्य अर्थः। इदानीम् अत्र उदाहरणं पश्यतु, इको यन् अचि इति सूत्रमस्ति, इको यन् अचि, इक् प्रत्याहारे यानि वर्णानि सन्ति ते सर्वाणि अन् प्रत्याहारे अन्तर्भूतः सन्ति, इ ऊरु लुक् लु इक् प्रत्याहारे इ ऊरु लु अस्ति, इ ऊरु एते वर्णाः अन् मध्ये एव, सो अत्रापि अन् वर्णानां विषये अस्मिन् सूत्रे उक्तम्। यन् यन् इत्युक्ते य र ल अपि च व व अपि अस्ति, सो यन् प्रत्याहारे यानि वर्णानि ते सर्वाणि अन्वर्णाः एव, अन्वर्णे अन्तर्भूताः। अचि अच् अ आरभ्य च पर्यन्तं सर्वाणि सर्वाः स्वराः औपर्यन्तं ते अपि अन्प्रत्याहारे अन्तर्भूताः सन्ति। इदानीम् अत्र दृश्यतु, इकः षष्ठ्यन्तं पदः, यन् प्रथमान्तं पदः, अचि सप्तम्यन्तं पदः, अस्मिन् इक् इक् प्रत्याहारे ये वर्णाः ते अन्वर्णाः एव, परन्तु स्थानीरूपेण उक्तः, इकः इतः अस्ति षष्ठ्यतम पदः, स्थानीरूपेण उक्तः अन्वर्णः एव अस्ति इक् प्रत्याहारे, यन् अन्प्रत्याहार एव परन्तु आदेशरूपेण उक्तः, प्रथमान्तम् अस्ति। अचि अन्वर्णाः एव सन्ति, अचि मध्ये अपि अन्वर्णाः, परन्तु निमित्तरूपेण उक्तः, सो इक् स्थाने यन् आदेशः भवति कदा भवति, अचि परे भवति इति सूत्रस्य अर्थः। इदानीं सूत्रस्य आधारे किं भवति, सि यदा तत्र इक् आदेशरूप इक् इति मध्ये अन्वर्णः एव परन्तु आदेशरूपेण न उक्तः, केन रूपेण उक्तः कोऽपि वदतु? इक् वर्णाः मया किम् उक्तम्? आदेशरूपेण उक्तः ना सन्ति। केन रूपेण उक्तः अस्मिन् सूत्रे? केन रूपेण? अचि प्रत्ययस्य अन्तर्गतः अण् अस्ति, स्थानी स्थानीरूपेण उक्तः, स्थानीरूपेण अस्ति, स्थानीरूपेण अचि अचि अपि अन्वर्णः एव, ते निमित्तरूपेण उक्तः, निमित्तरूपेण उक्तः, परन्तु यन् आदेशरूपेण उक्तः, यन् आदेशरूपेण उक्तः, सो अनेन सूत्रेण कुत्र कुत्र सवर्णानां ग्रहणं करणीयम्? अनेन सूत्रेण परिभाषासूत्रेण कुत्र कुत्र सवर्णानां ग्रहणं करणीयम्? इक् अचि वदतु, इक् मध्ये सवर्णानां ग्रहणं करणीयम्, अपि च अचि मध्ये अपि सवर्णानां ग्रहणं करणीयम् इति अस्य सूत्रस्य अर्थः। सो अनप्रत्याहारस्य कस्मिंश्चित् सूत्रे यथा इको यनचि सूत्रे यदि कोऽपि अन्वर्णः उक्तः अस्ति, सः अन्वर्णः आदेशरूपेण न उक्तः, सः एव सवर्णानां ग्रहणं करोति। अत्र दृश्यतु, वाट् इस् द इम्प्लिकेशन् आफ् दिस् सूत्रः? इक् इक् प्रत्याहारे इ उ रु, इदानीं ऋकारः, इदानीं लु इति वयं न लु अपि अस्ति तस्य विषये, इक् प्रत्याहारे एते वर्णाः इक् प्रत्याहारे, अचि खलु महोदय व्यञ्जनानि अत्र सर्वे अण् प्रत्ययः नास्ति, अण् प्रत्याहार नास्ति, केचन वर्ण एव सन्ति खलु, किं इकारः अपि अनवर्णः, उकारः अपि अनवर्णः, ऋकारः अपि अनवर्णः, लुकारः अपि अनवर्णः. आमां, परन्तु अकारः नास्ति, ए ओ नास्ति, अण् अण् प्रत्यये अन् प्रत्याहान् प्रत्याहार अ आरभ्य न पर्यन्तम्, अन् प्रत्याहारे अ आरभ्य न पर्यन्तं, परन्तु अस्मिन् सूत्रे यः इक् अस्ति ते सर्वाणि अनवर्णाः एव. दीस् आल् आर् अनवर्णाः. अचि मध्ये अपि येषां विषये दत्तं ते सर्वाणि अनवर्णाः एव. य व र ल एते यन्वर्ण यन्वर्णाः आदेशरूपेण उक्तः. अतः शृणोतु भगिनि, यन्वर्णः आदेशरूपेण उक्तः, अतः तेषां विषये सवर्णानां ग्रहणं न करणीयम् इति सूत्रं वदति. कः सूत्रम्? अनुदितसवर्णस्य चाप्रत्ययः वदति यस्मिन् सूत्रे अनुवर्णः आदेशरूपेण उक्तः तत्र सवर्णनं ग्रहणं न करणीयम्. आदेशभिन्नरूपेण उक्तः चेदेव सवर्णनं ग्रहणं करणीयम्. अतः वाट् इस् द इम्प्लिकेशन्? ई अनन्तरं कोऽपि अ अस्ति चेद् य आदेशः भवति. तद् भिन्नविषयः, किमर्थं य एव स्थाने अन्तरतमः. सो ई अनन्तरम् अ अस्ति चेत् य आदेशः भवन्ति. परन्तु वयं जानीमः दीर्घ ईकारस्य अनन्तरम् अपि अ अस्ति चेत् य एव भवति. किमर्थं? सवर्णानां ग्रहणं करणीयम्. अत्र केवलं ह्रस्व ईकारस्य एव ग्रहणं न करणीयं, ये अष्टादश ईकाराः सन्ति तेषां ग्रहणं करणीयम् इति सूत्रं वदति. तथैव ई परे कोऽपि दीर्घ आकारः अस्ति चेदेव चेदपि य एव आदेशः भवति. दीर्घ ईकारस्य उपरि कार्यम्, उपरे अपि कार्यम्, उकारस्य ह्रस्व इकारः परे अपि कार्यं, दीर्घ इकारः अपि कार्यं. सो इक् वर्णेषु सर्वेषां सवर्णानां ग्रहणं करणीयं. तथैव अचि प्रत्याहारे सवर्णानां ग्रहणं करणीयं, परन्तु यन् इति प्रत्याहारे सवर्णानां ग्रहणं न करणीयं. तत्र केवलं सर्वदा य एव आदेशरूपेण आगन्तुं शक्यते. यकारस्य ये सवर्णाः आदेशः न भवितुं शक्नोति इति सूत्रस्य अर्थः. सो यकारस्य अनुनासिकप्रभेदः अपि सन्ति. यकारस्य मूर्धनिषकारः, तालुवर्णः, परन्तु तत् सवर्णः नास्ति. यकारस्य अनुनासिकयकारः सवर्णः अस्ति, तथैव वकारस्य अनुनासिकवकारः अपि सवर्णः. लकारस्यापि अनुनासिकप्रभेदः. त्रयाणां वर्णानाम् अनुनासिक तत्र यः अनुनासिकप्रभेदः सन्ति, परन्तु केवलं य एव आदेशरूपेण अत्र सवर्णानां ग्रहणं न करणीयं. किमर्थं चेत् सूत्रे आदेशरूपेण उक्तः, न तु भिन्नरूपेण उक्तः. सो अनुवर्णानां सवर्णानां ग्रहणं कदा करणीयं? यदि सः अनुवर्णः आदेशरूपेण न उक्तः इति एकं सूत्रम् अस्ति. अनन्तरं द्वितीयसूत्रमस्ति तपरः तत्कालस्य 1169 तस्य साक्षात् अनन्तरं महर्षि वदति तपरः तत्कालस्य इति सूत्रमस्ति. सो तपरः तत्कालस्य इति सूत्रं किं वदति? यदि कोऽपि अनुवर्णः स्थानीरूपेण उक्तः अथवा निमित्तरूपेण उक्तः, सः तु सवर्णनां ग्रहणं स्क्रीन् न दृश्यते, सूत्रं न दृश्यते. इदानीं दृश्यते वा? इदानीं सो अनुदित् सवर्णस्य च प्रत्ययः प्रथमाध्याये प्रथमपादे नव षष्टितमं सूत्रम् अस्ति. तस्य साक्षात् अनन्तरं महर्षि एकम् अन्यत् सूत्रं दत्तं, तपरस्तत्कालस्य इति सूत्रं, 70 सूत्रमस्ति. सो तत्र एतस्य प्रयोजनं किम्? पूर्वे उक्तं यदि कस्मिंश्चित् सूत्रे अष्टाध्यायीग्रन्थे ये यानि सूत्राणि अनुप्रत्याहारस्य वर्णः स्थानीरूपेण उक्तः अथवा निमित्तरूपेण उक्तः, सः तु सवर्णानां ग्रहणं करोति इति पूर्वसूत्रे उक्तम् अस्तु इति तस्य अर्थः भवति. अनन्तरं सः वदति कस्मिंश्चित् सूत्रे, सपोज् तत्र स्थानीवर्णः अनुप्रत्याहारस्य अस्ति, सः स्थानीरूपेण उक्तः, पूर्वसूत्रेण वयं तत्र कुर्मः चेत् तत्र अकारः, सूत्रे अकारः अस्ति, अकारः केवलम् अकारः लिखितमस्ति, अकारः अन्प्रत्याहारस्य वर्णः. सो अन्प्रत्याहारस्य वर्णः यदि आदेशरूपेण नास्ति सूत्रे, सः तु सवर्णानां ग्रहणं करोति इति पूर्वसूत्रं वदति. सो यदा तत्र कश्चित् सूत्रे केवलम् अ इति लिखितम् अस्ति, वयं जानीमः अ अन्प्रत्याहारस्य वर्णः, तत्र सवर्णानाम् अष्टादश अकानां ग्रहणं कर इति पूर्वसूत्रेण. परन्तु कुत्रचित् सपोज् कस्मिंश्चित् सूत्रे महर्षि किम् इष्टं, केवलं ह्रस्वाकारस्य एव तत्र प्रयोगः भवेत्, कुत्रचित् केवलं दीर्घ इकारस्य एव प्रयोगः भवेत्, सः तत् कथं करोति? परन्तु सः अकारः आदेशरूपेण नास्ति, स्थानीरूपेण अस्ति अथवा निमित्तरूपेण अस्ति, तस्य कृते एव सूत्रं रचितं तपरः तत्कालस्य. सो तपरः तलस्य इति सूत्रं किं वदति? अनुवर्णस्य अनन्तरं त परे अस्ति, तकारः परे अस्ति इत्युक्ते तस्य अनन्तरम् अस्ति. कस्यचित् अनुवर्णस्य इत्युक्ते अत् आत् उत् तत्र इत् रुत् एतादृशः सूत्रे वर्णनम् अस्ति चेत् सः तत्कालस्य एव बोधकः. काल् इत्युक्ते व्याकरणशास्त्रे काल् इत्युक्ते समय, समय इत्युक्ते मात्रा, इत्युक्ते तत्र त्रीणि कालानि एव सन्ति व्याकरणशास्त्रे, ह्रस्व दीर्घः प्लुत् इति कालाधारेण तत्र अचानां स्वराणां तत्र प्रभेदः, ह्रस्वस्वरः दीर्घस्वरः पलुत्स्वरः कालाधारेण. सो यदा कस्यचित् अनुवर्णस्य परे तपरकरणमस्ति, तकारः तत्र महर्षिणा स्थापितम् अस्ति चेत् सः तत्कालस्य एव बोधकः. इत्युक्ते यदि ह्रस्वस्य अनन्तरं तपरकरणम् अस्ति, तत् केवलं षट् ह्रस्व अकाराणाम् एव ग्रहणं करणीयं. तत्र ह्रस्वाकारस्य तत्कालस्य ह्रस्वाकारस्य षट् प्रभेदाः. तथैव यदि कस्यचित् आकारस्य अनन्तरं महर्षिणा सूत्रे आत् इति लिखितं, तत्र दीर्घ तत्कालस्य एव ग्रहणं करणीयं, तत्र दीर्घ षट् आकाराणाम् एव ग्रहणं करणीयम् इति सूत्रस्य अर्थः. यदा तत्र इत् लिखितं, कुत्रचित् सूत्रे इत् लिखितं, ह्रस्व इकारस्य अनन्तरं तपरकरणं सूत्रे तत्र लिखितम् अस्ति चेत् तत्र षट् ह्रस्व इकाराणाम् एव ग्रहणं करणीयं, तत्र दीर्घकालस्य तत्र ग्रहणं न करणीयम्, अपि च पलुत्कालस्य अपि ग्रहणं न करणीयम् इति तपरस्तत्कालस्य इति सूत्रस्य अर्थः. यथा अत्र उदाहरणं दृश्यतु, ऋतः इत् धातोः ऋतः इह अस्ति, तत्र अत्र तु दीर्घरुकारस्य अनन्तरं तपरकरणम् अस्ति, अपि च ह्रस्व इकारस्य अनन्तरं तपरकरणम् अस्ति, त इति तपरकरणम् इत्युक्ते तकारः परे अस्ति. सो अस्मिन् सूत्रे दीर्घरुकारान्त धातूनाम् एव ग्रहणं करणीयं, न तु ह्रस्व ऋकारस्य ग्रहणं. किमर्थम्? अत्र तपरकरणम् अस्ति. सि ऋतः इति षष्ठ्यान्तम् अस्ति, आद्रूपेण नास्ति, स्थानीरूपेण अस्ति अनवर्णः, ऋकारः अनवर्णः, आदेशरूपेण नास्ति, स्थानीरूपेण अस्ति, अतः पूर्वसूत्रेण तत्र तु सवर्णानां ग्रहणं करणीयम्। परन्तु सिन्स् महर्षि हेस् डन् द तपर्करणं, तपर्करणेन किं भवति, यः अनवर्णः तपर्करणं कृत्वा सूत्रे दृश्यते सः तत्कालस्य एव बोधकः, अतः अत्र दीर्घरुकारस्य अनन्तरं तपर्करणम् अस्ति, अतः दीर्घरुकारस्य षट् प्रभेदाः, तेषां गणम् एव करणीयं। सो दीर्घरुकारान्त धातोः अङ्गस्य अन्तिम रुकारान्त अस्ति न, अन्तिमरुकारस्य तत्र किम् आदेशः, इत् इति आदेशः अस्ति, आदेशरूपेण अस्ति, तत्तु अत्र तपर्करणस्य आवश्यकता एव नास्ति, परन्तु महर्षिणा तथापि तपर्करणं कृतम्। आदेशरूपेण अनवर्णः सवर्णानां ग्रहणं न करोति, परन्तु अत्र स्पष्टीकरणार्थम् एव तपर्करणं कृतं। परन्तु अस्मिन् ऋकारे यः तपर्करणं, तस्य प्रयोजनम् अस्ति केवलं दीर्घऋकारान्त एव, अत्रापि तस्य स्थाने किम् आदेशः, ह्रस्व इकार इति आदेशः भवति। सो गृ दीर्घऋकारान्त अस्ति, तुदादिगणे अस्ति, अतः श इति प्रत्ययः, तुदादिगणे श विधीयते, सो श इति प्रत्ययः परे अस्ति, तत्र ऋकारस्य अन्तिमरुक्ष्य इर् इकारः आदेशः भवति, ह्रस्व इकारः आदेशः भवति, सो अत्र गि इति भवति। सो दीर्घऋकारान्तधातूनाम् एव इत् इति आदेशः भवति इति सूत्रस्य अर्थः, ह्रस्व इकारः। सो सूत्रे यः अनवर्णः आदेशरूपेण न उक्तः सन्ति सः तु सवर्णानां ग्रहणं करोति, परन्तु यदि तस्य अनन्तरं तपर्करणं कृते केवलं तत्कालस्य एव बोधकः, अतः अत् उपदायाः इति यः अस्ति, तत्र ह्रस्वाकारस्य अनन्तरं तपर्करणम्, अतः उपदायां केवलं ह्रस्वाकारस्य एव वृद्धिः भवितुं शक्नोति, कोऽपि अन्यवर्णस्य न। दीर्घ आकारः तु स्वयं वृद्धिवर्णः, तत्र तु न भवितुं शक्नोति, परन्तु अत् इति कथनेन तत्र तपर्करणम् अस्ति, ह्रस्वाकारस्य एव तत्र, तथैव बहुषु सूत्रेषु यत्र यत्र तत् श्रूयते तदा वयम् एतस्य विषये पुनः चिन्तनं कुर्मः। ऐ विल् सेण्ड् दिस् स्लैड्, यु आल्सो रीड् दिस् स्लैड् एण्ड् देन् इफ् देर् इस् एनी प्रश्नः देन् वी विल् डिस्कस् इन् द नेक्स्ट्। अत्र लिखितमस्ति तकारः परः यस्मात्, तकारात् परः यः, एवं तकारः परः यस्मात्, सो तकार अत्र समासद्वयं ैदर् सैड् आम् सत्यं महोदय, अत्र यः तपरः अस्ति सः समासिकपदः, सो वी केन् डू द तकारात् इत्युक्ते तकारस्य अनन्तरं यः, यथा अत्र अत्र कुत्र अस्ति त इति यः अस्ति तस्य अनन्तरम् इ अस्ति, सो तकारात् अनन्तरं यः आर् भिन्नसमासः अपि भवितुं शक्नोति, तकारः परे यस्मात् यथा रुक्, तकारः ऋकारात् परे अस्ति, तकारः परे यस्मात्, कस्मात् परे अत्र तकारः, ऋकारस्य परे अत्र तकारः, so it can be the either way, but तत्र प्रायशः सामान्यतया किम् अस्ति, यः तकारः परः यस्मात्, एतादृशः उदाहरणानि तत्र भाव्यते, इत्युक्ते अत् इत् उत् रुत् तादृशः तकारः परः यस्मात्, जिसके बाद में तकारः, जिस अनवर्णः विचवर् अन्वर्णस्य अनन्तरं तकारः सूत्रे तु तादृश उदाहरणानि बहुत्र सन्ति, परन्तु तकारात् परः यः, दीस् आर् वेरि न्यून उदाहरणानि, बट् दिस् इस् आल्सो पासिबल् बिकास् द तपरः अस्ति, इट् वी केन् कन्क्लूड् इट् इन् टु समासास्, तकारात् परः यः और् तकारः परः यस्मात् इति तत्र भवति. परन्तु इदानीं किं तत्र स्मर्तव्यं, यस्य अनुवर्णस्य परे सूत्रे तकारः श्रूयते सः तस्य कालस्य एव बोधकः, न तु तत्र सवर्णानां ग्रहणं न करणीयम् इति इदानीं पर्यन्तं तत् स्मर्तव्यम्. And I think there are other examples also, try to understand these. Kim Mahade? No, no. Anusuya Bhagni was saying that Sarva Dhatu Ke, I think she got confused. It's written here, Ato Dir Go Yani Sarva Dhatu Ke. I think she confused it. Atra Api Tapar Karnasi Prayogha Drishyate. Iti Tatra Sutram Patha Mahachet Jhatam. I mentioned that Mahadeya. I mentioned Ato Dirgaha, I thought Ato Niti Iti Ato. Not Ato, not Ato Uptaya. What I suggest, I will send this slide. You read this slide and the examples. I understood. I'm not able to listen to your voices properly. I agreed my mistake. Astu Bhagni. Astu. So, Kopi Anya Prashna Asti Chet Prichatu. अन्यथा अत्र स्थगामः. ऐ विल् सेण्ड् दिस् स्लैड्, कैण्ड्लि रीड् दिस् स्लैड् एण्ड् रीड् दिस् एक्साम्पल्स् आल्सो. नेक्स्ट् मिनिट् ऐ विल् फर्गेट् वाट् ऐ हव् हर्ड्, देट् इस् मै प्राब्लम्. किं भगिनि? ऐ रिमेम्बर् ओन्ली अतो अचो आर् अतो एण्ड् देन् कनेक्ट् द वर्ड् आफ्टर्वर्ड्स्. वाट् ऐ हर्ड् ऐ डोण्ट् रिमेम्बर् properly. No problem. The only written sometimes I also tatra do the mistakes while speaking. When I listen to the recordings, then only, because last time I think I said tatra dvadash upsargaha, then when I heard yeah, but due to my age I forget whatever I heard. Tatra dvavinshati. चिन्ता मास्तु भगिनि, इदानीं तु अत्र स्थगामः. अस्तु, कोऽपि कोऽपि प्रश्नः अस्ति वा? अस्तु, इदानीं शान्तिमन्त्रं पठामि, अनन्तरं स्थगामः. पूर्णमगच्छते, पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरि ओम् श्रीगुरुभ्यो नमः. हरि ओम् तत्सत्. नमस्काराः, धन्यवादाः, पुनः मिलामः. धन्यवादः. धन्यवादः, धन्यवादः भगिनि. धन्यवादः.